नमस्ते सर्वेभ्य. अहं सरला अस्मि. भगिनी अद्य अस्वस्था अस्ति, अतः अहं वर्गं चालयामि. अद्य सर्वे मिलित्वा कुर्मः. अस्माकं पाठम् अस्ति शतन्त्रप्रातिकपदान्तस्य निर्माणम्. इदानीं पुनः वयं के सूत्राणि सन्ति, कानि सूत्राणि सन्ति तस्य अवलोकयामः, ते अवलोकयामः प्रथमं, तदनन्तरम् अग्रे सरामः. अतः इदानीं अरुणा भगिनी, भवती वक्तुं शक्नोति के सूत्राणि नुमागम प्रति सन्ति पुल्लिङ्गे? पुल्लिङ्गे उगतिचां सर्वनामस्थाने अधातोः सूत्रेण नुमागम आगच्छति. अस्तु, कानि तस्य प्रसक्ति केषां गणानां प्रति सन्ति? नवगणेषु विहोत्यादिगण विना सर्वे, परन्तु अदादिगणे सप्तधातवः अपि अभ्याससैना भवति सन्ति, अतः नवागम न आगच्छति. नाभ्यस्तः नाभ्यस्तशतु इति सूत्रेण. बहु समीचीनं भगिनी. पुष्पा भगिनी, भवती वक्तुं शक्नोति स्त्रीलिङ्गे के सूत्राणि कार्यं करोति कुर्वन्ति? पुष्पा भगिनी, भवती अस्ति वा? अस्ति, क्षम्यतां, म्यूट् म्यूट् अस्मि. अस्तु, स्त्रीलिङ्गे स्त्रीलिङ्गे के सूत्राणि कानि सूत्राणि तेषां प्रसक्तिः भवति? नुमागम प्रति के सूत्राणि कानि कानि? नास्ति, उगितां सर्वनामस्थाने धातोः न तत् भवति पुल्लिङ्गे प्रति भगिनि. स्त्रीलिङ्गे स्त्रीलिङ्गे तत् प्रभादय आगच्छन्ति, तस्य प्रसक्तिः अस्ति, किन्तु तत् प्रभाद्य भवन्ती स्मरति शप्शनो नित्यम् आची नद्यो अस्तु. कुत्र शप्शनो नित्यं कानि के गणः तत् तस्मिन् आगच्छति शप्शनो नित्यम्? चतुर्गणानां विषये आगच्छति न आचीनद्योन्नं? आचीनद्योन्नम् इति भवति यत्र सुदादिगणे आगच्छति विकल्पेन, अपि अदादिगणे अत् अङ्गयते यत्र अस्ति अन्ते, तेषां चतुर्दश धातवः सन्ति अदादिगणे, तस्य प्रति तस्य प्रसक्तिः भवति, तत्र विकल्पेन आगच्छति. तदादिगणे अपि च अदादिगणे चतुर्दश आत्वधातवः साधु आची नद्यो आत् शी नद्यो नुम् इति आत् आत् अङ्गात् यत् शी प्रत्यपरे अस्ति अस्ति वा नदी प्रत्यपरे अस्ति तत्र नुम् आगमः आगच्छति तु आत् अङ्गात् तस्मिन् आ धातु आकारान्तधातु अपि अकारान्तधातु आगच्छति साधु तुदादिगणे अकारान्तधातवः सन्ति अदादिगणे आकारान्तधातवः सन्ति चतुर्दशः सो तेषां परे यदि शी प्रत्यय परे अस्ति शी प्रत्यय कुत्र आगच्छति स्मरति जसशोषि अत्र तत् इकारशी शी शी अत्र दीर्घ इकार अस्ति तत् भवति बहुवचने नपुसङ्काच नपुसङ्कात् अङ्गात् औ प्रत्ययस्थाने शी आदेशः भवति सर्वनामस्थानम् नो नो शी सर्वनामस्थानं नास्ति भगिनि शी प्रत्ययः अस्ति नपुसङ्कलिङ्गे तत् आगच्छति द्विवचने प्रथमाविभक्त्याम् अपि द्वितीया विभक्त्याम् अस्तु नित्यं कार्यं करोति न तत्र आची नद्योनं कार्यं करोति कारणकि शी प्रत्ययः तस्य निमित्तम् अस्ति आतङ्गात् पूर्वं शी प्रत्ययः वा नदी प्रत्ययः परे तत्र नुमाकमः भवति अस्तु यत्र शप्ष्यन् अस्ति तत्र किं भवति नुमागम शप्शन् तद् भवति द्वादिगणे द्वादिगणे अपि चुरादिगणे साधु तत्र नुमागमन नित्यं भवति अवशेषगणेषु किं भवति यत्र यथा स्वादि जुहोत्यादिगणे अदादिगणे विहाय आत् अङ्गात् धातवः धनादिगणे अपि क्रियादिगणे तत् किं भवति जहोत्यादिगणे नपुंसकात् तद् नो वयम् इदानीं स्त्रीलिङ्गस्य किं भवति स्त्रीलिङ्गे तत् चर्चयामः इदानीं तु वयम् उक्तवन्तः आची नद्योन्नम् इति सूत्रेण तुदादिगणे विकल्पेन आगच्छति अपि अदादिगणे ये चतुर्दशा परिगणतधातवः सन्ति तत्र विकल्पेन आगच्छति साधु अन्यमस्ति शप् शनो नित्यं तत् तेन सूत्रेण किं भवति शप् अस्ति कुत्र भ्वादिगणे अपि चुरादिगणे साधु श्यन् अस्ति द्वादिगणे तत्र भ्वादि द्वादै चुरादौ तत्र नुमागमन नित्यं भवति साधु शेषगणानां तत्र नुमागमन न भवति शेषगणेषु कारणकि तत्र कोऽपि अदन्ताङ्गं नास्ति अदादिगणे किं भवति शीर्षगणे शेष रिमेनिङ्ग् वाट् शेषगणाः भवति अदादि जुहोत्यादि स्वादिगण इति तनादिगण क्रियादिगण तत्र स्त्रीलिङ्गे नुमागमन न भवति साधु इदानीं नपुसिङ्कलिङ्ग अरुणा भगिनी स्मारयतु अस्माकं नपुसिङ्कलिङ्गे कुत्र नुमागमः आगच्छति द्विवचन पदम द्विवचने द्वितीयद्विवचने प्रथम तृतीय बहुवचने द्वितीय बहुवचने अपि नुमागम आगच्छति. द्वितीय केषु गणेषु आगच्छति द्वितीय वचने नपुंसकलिङ्गे नुमागम? दिवादिगणे भवादिगणे चुरादिगणे सूत्रेण नपुंसकलिङ्गे द्विवचने द्विवचने भवादौ द्विवादौ चुरादौ नुम् नित्यं. बहु समीचीनम्. अपि अचुर् नद्योर्नुम् सूत्रेण तुदादिगणे द्विवचने नुम् वैकल्पेन. अस्तु. सो यत्र यत्र स्त्रीलिङ्गे प्रसक्तिः भवति तथैव नपुंसकलिङ्गे द्विवचने प्रसक्तिः भवति. साधु इति वयं स्मरामः तत् इति सुलभं भवति स्मरण कृते. शप्शनो नित्यम् आचि नद्यो नित्यं द्वादि चुरादि द्वादिगणे स्त्रीलिङ्गे भवति अपि नपुंसकलिङ्गे द्विवचने नित्यं नुमागम. आचि नद्योनुम् अनेन द्विवचने नपुंसकलिङ्गे विकल्पेन भवति नुमागम. अपि स्त्रीलिङ्गे विकल्पने आगच्छति. शेषगणेषु नुमागम न भवति स्त्रीलिङ्गे अपि द्विवचने नपुंसकलिङ्गे. अत्र प्रथम एकवचने नुमागम भवति वा न पुष्पाभगिनी? नपुंसकलिङ्गे एकवचने नुमागम आगच्छति वा न? नागच्छति भगिनि. वेरि गुड्. कारणं किम् अस्ति? कोऽपि नुमागम प्रति सूत्रमस्ति तस्य निमित्तं नास्ति तत्र. साधु एकवारं वदतु भगिनि. ये नुमागम प्रति सूत्राणि सन्ति तस्य निमित्तं तत्र न आगच्छति. यथा पुल्लिङ्गे किं सूत्रमस्ति? उग्रचां सर्वनामस्थाने. इदानीं नपुंसकलिङ्गे सर्वनामस्थानं संज्ञा नास्ति. साधु कारणं कि तत् यः सूत्रमागच्छति अद्य अहं वयं पठामः सोमो नृत्यम् इति शून्य भवति तत्र लोप भवति तत्र सर्वनामस्थानसंज्ञा नास्ति. अपि वयं जानीमः सर्वनामस्थानसंज्ञा केवलं पुल्लिङ्गे प्रथमपञ्च नपुंसकस्य इति सूत्रेण पञ्चम पुल्लिङ्गे पञ्चम प्रथम सुप्रत्ययः अस्ति तत्र आगच्छति. किन्तु नपुंसकलिङ्गे आगच्छति किं सूत्रेण सर्वनामस्थानसंज्ञा भवति नपुंसकलिङ्गे? तत् अस्ति सूत्रं शप्शनो नित्यं तत्र द्विवचने आगच्छति सर्वनामस्थानसंज्ञा. सर्वनामस्थानसंज्ञा नपुंसकलिङ्गे केवलम् आगच्छति बहुवचने प्रथमाविभक्त्यां. यथा भवती पूर्वम् उक्तवती जश्शसो तत्र षि आदेशः भवति. साधु जस् प्रथमाविभक्त्यां बहुवचने शस् द्वितीयविभक्त्यां बहुवचने तत्र षि आदेशः भवति. षि सर्वनामस्थाने इति तत् प्रत्ययस्य सर्वनामस्थानसंज्ञा भवति. सो तत्र कः किं किं सूत्रं कार्यं करोति नपुंसकलिङ्गे नुमागम प्रति? नपुंसकस्य तत् तद् सुवादीनां पञ्चानां सर्वनाम सर्वनामस्थान स्थानं कार्यं करोति न तत् सर्वनामस्थानं भवति पुल्लिङ्गे नपुंसृङ्गलिङ्गे आगच्छति अरुणा भगिनी स्मारयति किं सूत्रम् आगच्छति बहुवचने बहुवचने दशशशोः षि इति सर्वनामस्थान कृत्वा उगदिदां सर्वनामस्थाने सूत्रेण वा नपुंसकस्य झलच इति सूत्रेण नपुंसकलिङ्गे सर्वनामस्थाने नुमागमो भवति नपुंसकच झलच तत् प्रभाद्य वा नपुंसकस्य यत्र अभ्यस्तसंज्ञा अस्ति यथा चुहोत्यादिगणे अपि के परिगणता अदादिगणे ये धातवः सन्ति तत्र अभ्यस्तसंज्ञा अस्ति तत्र वा नपुंसकस्य विकल्पेन आगच्छति अहम् अवगम्यामि नपुंसकस्य जलतः सूत्रेण नुमागम बहुवचने आगच्छति पदमादित्य आगच्छति आचि नद्योर्नुं विकल्पेन द्विवचने तदादिगणे आगच्छति दक्षिणौ नित्यम् इति सूत्रेण द्विवचने प्रथम भवादिगण चुरादिगण चुरादिगण अचुरादिगण नुमागम नित्यम् आगच्छति धन्यवादः अस्तु अस्तु अद्य इदानीं वयं पठामः कुत्र अभ्यासस्य कुत्र वयं स्मः इदानीं अभ्यस्तसंज्ञकसुबन्तरूपाणि जुहोत्यादि अदादौ च अस्ति तत्र तत् पूर्वं कुत्र तत्र अभ्यस्त अङ्गस्य अभ्यस्तसंज्ञकसुबन्तरूपाणि जुहोत्यादि अदादौ च जुहोत्यादिगणे शत्रुप्रसङ्गे पुल्लिङ्गे जुहोत्यादिगणे नुमागमो न भवति इति साधु तत्र वयं अरुणा भगिनी भवती स्मरति मङ्गलवासरे तत्र आरभ्य वयं कृतवन्तः साधु तत्र साधु पुष्पभगिनी तत्र भवती आरभ्यते आरम्भं करोति अभ्यस्तसंज्ञकसुबन्तरूपाणि जहोत्यादिगणः शत्रुप्रसङ्गे पुल्लिङ्गे जहोत्यादिगणे नुमागमः न भवति किं सूत्रेण पठतु नाभ्यस्ता चतुः अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुम् आगमः न भवति उगिदचां सर्वनामस्थाने धातोः इत्यस्य निषेधकं सूत्रं न अव्ययपदम् अभ्यस्तात् पञ्चम्यन्तं चतुः षष्ट्यन्तं त्रिपदमिदं सूत्रम् इदितो नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् चतुः नुम् अभ्यस्त अस्ति चेत् अभ्यस्त इत्युक्ते किम् अत्र अकारः अस्ति अभ्यस्त इत्युक्ते किम् अस्ति भगिनि अकार वावसानेन अकार अभ्यस्तसंज्ञा मीन्स् कुत्र भवति अभ्यस्तसंज्ञा जुहत्यादिगणे अस्तु किं सूत्र अभ्यस्तसंज्ञा भवति अस्तु अग्रे आगच्छति साधु किम् अवगतवती भवती इदानीं भवती पठितवती शत्रुप्रत्ययस्य निर्मागमः न भवति इति वदति नाभ्यस्ताच्छतु कुत्र निर्मागः न भवति शत्रुप्रत्ययस्य अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य निर्मागमः न भवति अभ्यस्ताङ्गः कुत्र भवति जुहोत्यादिगणे अपि अपि अपि अदादीयगणे सप्तधातवः सन्ति तस्य अभ्यस्तसंज्ञा आगच्छति साधु अस्तु अग्रे पठति भवती जलं पिबतु अरुणा भगिनी भवती पठति वा उभे अभ्यस्तं द्वित्वस्य अनन्तरं द्वयोः भागयोः समुदायः अभ्यस्तसंज्ञकः भवति उभे पदमान्तम् अभ्यस्तं पदमान्तं द्विपदम् इदं सूत्रम् एकाचो द्वे पदमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तम् सूत्रं वदति अभ्यस्तं किं द्वित्वस्य अनन्तरं द्वयोः भागयोः समुदायः अभ्यस्तसंज्ञः इति नामकरणं भवति द्वे इति तस्य विशेषः भवति उभे अभ्यस्तम् इति नपुंसकलिङ्गे अस्ति द्वे तस्य विशेषः उभे अस्ति उभे द्वे अभ्यस्तं चतुर्थं यदा भव कोऽपि अन्य आगतवान् इदानीम् अहमेव अस्तु अस्तु अस्ति द्वे यदि द्वित्वं भवति यत् पूर्वम् अस्ति तत् तस्य नाम किं भवति यत् पदं पूर्वम् अस्ति यथा दादा अस्ति साधु दा धातु अस्ति तस्य द्वित्वं भवति दादा भवति साधु प्रथम दा अस्ति तस्य नामकरणं किं भवति तस्य नामकरणं भवति अभ्यास सो उभे अभ्यस्तं तस्य तेन सूत्रेण द्वे दादा द्वित्वं यदि भवति तस्य नामकरणम् आगच्छति अभ्यस्तं साधु दा एक धातु अस्ति साधु धा जुहोत्यादिगणे यदि जुहोत्यादिगणे विकरणपत्य श्रु आगच्छति तत् प्रभावेन किं भवति शप् लुक् भव शप् लोप भवति तदनन्तरं श्लु इति प्रत्यय विकरणपत्य तस्य प्रभावेन दा धातु तस्य द्वित्वं भवति यदि द्वित्वं भवति तस्य प्रथम यत् अस्ति पदं तस्य नामकरणं भवति अभ्यास तदनन्तरम् अभ्यास यत् प्रथमं पदम् अस्ति तस्य कृते कानि सूत्राणि सन्ति ददत् अस्त्री अस्ति इदानीं कथं ददत् आगच्छति भवती वक्तुं शक्नोति वा पुष्पा वा अरुणा भगिनी न स्मरामि भगिनि अस्तु अरुणा भगिनी ददा दातु योगः शत्रुप्रत्यय अत भवति अहं द्वितं तस्य प्रक्रिया किं कथं कथं भवति प्रथमं यथा इदानीम् उक्तवती श्लू इति प्रभावेन विकरणस्य अभावेन प्रभावेन द्वितं भवति दादा दा प्रथम यत् पदम् अस्ति तस्य नामकरणं भवति अभ्यास पूर्व अभ्यास इति सूत्रेण इदानीं ह्रस्वसूत्रम् आगच्छति तत् सूत्रेण किं भवति यत् अच् वर्णः अस्ति अभ्यास अङ्गे तस्य दीर्घस्वर ह्रस्व भवति सो दा आकार दीर्घ अस्ति तस्य ह्रस्व भवति मीन्स् द दा इति भवति साधु अस्तु ददा यदि भवति तदनन्तरम् अन्य भगिनि अत्र दादा किं सूत्रेण दादा इति विकर्णपत्य जुहोत्यादिभे श्लू विकर्णपत्या अस्ति आगच्छति तस्य प्रभावेन यत् श्लू अस्ति तस्य प्रभावेन द्वितं भवति द्वितप्रकरणं भवति तत्र द्वितम् अन्यप्रक्रिया यथा यङ् लुक् कि धातु सन्धातु तत्र अपि भवति किन्तु जुहोत्यादिगणे श्लू प्रभावेन द्वितं भवति साधु श्लू इति विकरणप्रत्ययः अस्ति साधु तस्य प्रभावेन शप् लोपः भवति अपि अन्यकारणम् अदादिगणे जुहोत्यादिगणे तस्य भेदं किं भवति तयोः मध्ये अदादिगणे लुक् अस्ति अदादिभ्य शप् लुक् साधु अत्र जुहोत्यादिभ्य शप् श्लू अस्ति तत्र श्लू प्रभावेन द्वितं भवति साधु सो यदि द्वितं भवति पूर्व अभ्यास तस्य कारणेन दा प्रथमं दा अस्ति तदनन्तरं ह्रस्व सूत्रम् आगच्छति तस्य कारणेन आकारान्त इति ह्रस्व भवति द दा भवति तदनन्तरम् उभे अभ्यस्तं यत् सूत्रम् अस्ति तस्य अभ्यस्तसंज्ञा किं सूत्रेण आगच्छति भगिनि ह्रस्व सूत्रस्य नाम अस्ति ह्रस्व ह्रस्व अहं पूर्ण अनुवृत्तिसहित अभ्यासस्य ह्रस्व इति आगच्छति अहं चिन्तयामि तदनन्तरं स्नाभ्योश्च च इति सूत्रेण यत् अभ्यास अङ्गम् अस्ति द दा तस्य उत्तरवती आ अस्ति तस्य ह्रस्व भवति सो द द इति भवति इदानीं तदनन्तरम् इदानीम् अङ्गं निष्पन्नं भवति द द योग शत्रुप्रत्यय शत्रुप्रत्ययस्य शकारलोपः भवति अपि रकारलोपः भवति अत् अवशिष्यति साधु सो दद् योग अत् भवति दद इति भवति अस्माकं शत्रुप्रत्ययस्य प्रातिपदिकं सो इदानीं न भवत् अरुणा भगिनी भवती पठतु ददत् योग किं भवति तत् ददत् योगः ददत् जलां जशो अन्ते सूत्रेण किन्तु प्रथमाविभक्त्यां किं भवति ददत् योग सु तत् किं भवति प्रक्रिया जस्सि गतसप्ताहे वर्गे कर्तुं कृतवन्तः श्लू यदि अस्ति प्रथमाविभक्त्यां तत्र उकारस्य लोपः भवति साधु केन सूत्रेण उपदेशजनुनासिक इति सूत्रेण किम् अवशिष्यते? सकार, सकार अपृक्तसंज्ञा अस्ति. अपृक्तसंज्ञा किं भवति? यत् वर्ण तस्य कोऽपि अन्यवर्णः नास्ति, स्वरः नास्ति, एकमेव वर्णः अस्ति सकार, साधु तस्य अपृक्तसंज्ञा भवति. इदानीं हल्याङ्ग्याभ्यो दीर्घासुपिस्य प्रक्त, साधु हल्याङ्ग्याभ्यो मीन्स् हलन्त ददत् इति यत् पूर्व सुप्रत्ययस्य पूर्वं यत् अङ्गमागच्छति प्रातिपदिकं तस्य नाम अङ्गम इति भवति. तस्य तकार इति हलन्त अस्ति खलु. हल्याङ्ग्याभ्यो दीर्घात् सुपिस प्रत्यत् इति सूत्रेण सकारस्य लोपः भवति. सो केवलं प्रथमाविभक्त्याम् आगच्छति ददत्. अतः ददत् इति प्रथमाविभक्त्याम् अस्ति साधु. इदानीं यथा भवति तस्य पदसंज्ञा भवति यदि हल्याङ्ग्याभ्यो दीर्घातसूचिस्य प्रकृति सूत्रेण ददत् इति पदसंज्ञा भवति. अतः झलान् चषोन्ते तस्य पदान्ते सकारस्य जश्वं भवति झलान् चषोन्ते इति सूत्रेण. सो जश्वं भूत्वा किं भवति? दकारः. दकार पुनः किं सूत्रं कार्यं करोति? वावस्थाने. सो वावस्थाने किम् अस्ति? पुष्पभग्नि अनुवृत्तिसहितसूत्रं पठतु. वावसाने अनुवृत्तिसहितसूत्रम् अवसाने झलां चरो वा संहितायां किं भवति? आगच्छति वावसाने तकारः एव आगच्छति. चर्तु दकारस्य चर्तु तकारः अस्ति तदेव. प्रत्याहारे के वर्णाः सन्ति? प्रथमवर्णः अतः इदानीं ददत् ददत् भवति. इदानीं ददतौ तस्य कथम् आगच्छति ददतौ अरुणा भगिनी प्रातिपदिकम् औ प्रत्यय आगच्छति ददतौ ददतो वर्णमेलनं ददतो वर्णमेलनम् अस्तु अस्तु. अग्रे गच्छतु. ददतः बहुवचने ददत् प्रातिपदिकं योगः जश् जश् चुटु इति सूत्रेण जकारलोपः अस्यैव भवति. अस नलिभृतौ तस्मात् सूत्रेण सकारलोपः न भवति. अस्य एव अवशिष्यते. ददतः ससजुषोरुः इति सूत्रेण ऋत्वं करवसाने विसर्जनीयः सूत्रेण विसर्गः आगच्छति ददतः भवति. वेरि गुड् अस्ति उत्तमं भगिनि. तदनन्तरं ददतः अग्रे अग्रे पूर्णं करोतु. ददतं ददतौ ददतः कथं ददतं ददत् योगः अम् ददतं वर्णमेलनं ददतौ पूर्वस्यैव ददतौ ददतः. प्रत्यय किम् अस्ति सुप्रत्यय तस् औ ददतः ददत् योगः षष् षष्ठस्थाने शकारलोपः दशक् बजते इति सूत्रेण अस्यैव अवशिष्यते. ददत तदनन्तरं पुष्पा भग मणिमहोदय अस्ति वा अत्र न वा केवलं वयं त्रयं जनाः सन्ति अस्ति सः द्वे नाम अस्ति न अस्तु ओके पुष्पा भगिनी भवती वदति वा जुहत् जुहत् कथं कथं भवति बहुवचने द्वितीय जुहत् इति कथं द प्रातिपदिकम् आगच्छति जुहत् कुत्र अस्ति जुह्वत् अत्र हू अस्ति तत्तु जकारः आगच्छति जकार अस्तु अहं वदामि हू अस्ति जुहोत्यादिगणे अस्ति हू श्लू प्रभावेन द्वितं भवति हू हू भवति तदनन्तरं कुहोचु इति सूत्रम् अस्ति अनेन किं कुहोचु कुहोचु यत्र कवर्गीय अस्ति तत्र चवर्गीय स्थाने चकार इति आगच्छति स्थाने अन्तरतम् इति सूत्रेण हकारस्य स्थाने च महाप्राण च इति आगच्छति सो हू हू यत्र अस्ति तत्र कुहोचु इति सूत्रेण झु भवति प्रथमं झ आगच्छति झुः तदनन्तरम् अन्यसूत्रम् आगच्छति अभ्यासे चर्च अभ्यासे चर्चति सूत्रेण किम् अभ्यासे इत्युक्ते अहम् उक्तवती प्रथमं यत् द्वितीयं भवति प्रथमपदं भवति अभ्यास सो अति अभ्यासे यत्र चकार अस्ति तस्य स्थाने चकार आगच्छति पूर्व अनुवर्तिश्रेष्ठसूत्रं यत् अस्ति तत्र चर् वा जश् आदेशः भवति इदानीं झकार तस्य तृतीयमान च भवति अत्र जुः इति भवति सो प्रथमं गृहीतं भवति तदनन्तरं कुहोचु तदनन्तरं भवति कुहोचु येन अभ्यासे च अभ्यासे च ओके सो इदानीं यदि जुः भवति तदनन्तरं अत् आगच्छति इदानीं शब्दप्रत्ययस्य अत् भवति यथा हू तस्य स्थाने वकार कथम् आगच्छति गुणगुणकार्यम् आगच्छति पुगन्तलघुपद अस्ति इति अनेन न गुणकार्यं न भवति न शत्रु इति सार्वधातुकं भवति सार्वधातुकम् अपि सूत्रेण नित्वत् भवति नित्यनीति कितिनीति सूत्रेण तस्य लोपः भवति निषेधः भवति गुणस्य निषेधः भवति तत् सार्वधातुक आर्धधातुको इति सूत्र कार्य प्रसक्तिः नास्ति अप्रसक्तिः अस्ति किन्तु कार्यं न फलितं न भवति जुः योग तत्र वयं मङ्गलवासरे अन्यत् किं प्रत्यस्य प्रसक्तिः भवति जुः होष्णो धातु कूष्णो होष्णो कूष्णो धातु या उष्णोदातुर्भ्यां उष्णोदातु सन्धि आगच्छति तत्र इदानीं तत् सूत्रेण आगच्छति वा न आगच्छति भूषणो धातु यान् भवति, यान् सन्धि भवति, यान् वकार आगच्छति, उकारस्य स्थाने वकार अस्ति वा, ईषय अस्ति भवति यान् सन्धि अत्र वकारः एव भवति, न औ न भवति न न वकारः भूषणो धातु इति सूत्रेण यत् श्लोः अस्ति हो अस्ति तत्र उकारस्य स्थाने यः आगच्छति यन् वकारः आगच्छति तत्र वकारः आगच्छति तत्र भवति जुवत् इति भवति जुवत् साधु भगिनि जुहत्यादिगणे धातु निर्माणप्रक्रिया कुत्र अस्ति? जुहत्यादिगणे यत् धातुपाठ जुहोत्यादिगणे अस्ति तत्र अस्ति तस्य निर्माणम् अत्र अग्रे सरामः. सो यदि जुहत् भवति तदनन्तरं किं भवति, स एव प्रक्रिया सु इति अस्ति. सो यत् हल्याङ्गो दीर्घातसूचिस्य प्रकृति जुहत् अजुहत् इति अत्र किं भवति जुहत् अजुहत् जलान् दशन्ति वा वसन्ति पूर्वं कृतवन्तः साधु जुह्वद् जुह्वद् आं पुष्पभगिनी भवती उक्त जुह्वद् जुह्वद्तः बहुवचने कथम् आगच्छति? जुह्वदः तत्तु षस् अस्ति, जश् जश् अस्ति, जश् अस्ति छुटु इत्यनेन जकार जकारः जकारस्य लोपः भवति, लोपः भवति, झस् सकारः एव तिष्ठति इति मन्ये न अत्र अजादि अस्ति अत्र ददत्तः इदानीं जहत् जुह्वतः इदानीं हल्याभ्यो न तद् कार्यं न करोति सर्वे स भवति राधु सकारस्य स्थाने तदनन्तरं खरवसानयो विसर्जनीयस्य विसर्जनीयः सद्धातु सूत्रम् अहम् उक्तवती हु शण्वो सावधातु कहति अस्ति सूत्रम् अस्ति यस्य हु धातु श्नु प्रत्यान्तधातु संयो असंयोगपूर्व धातु अस्ति अङ्गम् अस्ति तस्य स्थाने यण् आदेश भवति असंयोगपूर्व अस्तु जुहु इति असंयोगपूर्वं मीन्स् तत्र पूर्वं यथा शक्नु असि ककारनु इति भवति संयोगपूर्वम् अत्र असंयोगपूर्वं मीन्स् तस्य पूर्वं किमपि स्वर अस्ति अस्ति तत्र जुहु इति अस्ति असंयोगपूर्व धातु अङ्गम् अस्ति अस्तु अग्रे पठामः अदादिगणस्य सप्तधातवः अस्तु पठति अरुणा भगिनी पठति वा अरुणा भगिनी करोतु अदादौ सप्त अभ्यस्तसञ्ज्ञकदातवः सन्ति अतः तेषामपि नुमागमः निषिद्धः नाभ्यस्ताच्छतुः इति सूत्रेण सप्तदातवः किम् इति प्रश्न उत्तरं तद् अत्र वर्तते जच्छिदयः षट् इति पुल्लिङ्गे किं भवति अदादिगणे ्याभ्यस्तचतु इति सप्तसूत्राणि प्रति न भवति न भवति सूत्रे न भवति परन्तु सप्तदातवः अभ्यस्तसंज्ञा दातवः तत्र नुमागम आगच्छति अस्य सूत्रस्य प्रसक्तिः आगच्छति नाभ्यस्तम् आगच्छति अस्तु इदानीं पठतु जक्षित्यादयः षट् जागृ आदयः षट् दातवः सप्तः च जक्ष इत्येषाम् अभ्यस्तसंज्ञा भवति अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तदातवः सन्ति जक्ष जागृ दरिद्रा चकास चाश् धीङ् देवीङ् अनेन सूत्रेण येषां धातूनाम् अव्यक्तसंज्ञा भवति षड् धातवः अन्ये यच्छिति च सप्तम एते अभ्यस्तसंज्ञा स्युः इति आदिः येषां ते इत्यादयः इति शब्देन जश् परामर्शः जच् प्रथमान्तम् इत्यादयः प्रथमान्तम् षट् पदमान्तं तृतीयपदं सूत्रम् उभे त्रिपदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जच्छित्यादयः षट् अभ्यस्तम् इति सूत्रम् सूत्रं वदति षट् धातवः अभ्यस्तसंज्ञा षड् धातवः सप्तमदातवः जच् इत्येषाम् अभ्यस्तसंज्ञा भवति तथा नुमागम नागच्छति नुमागम पठतु अग्रे जागृ धातु उपदेशजनासिकेन ऋकारलोपः संज्ञा लोप जाग् इति प्रातिपदिकं किन्तु जाग्रत् कथं भवति प्रातिपदिकस्य निर्माणं कथम् आगच्छति उपदेशे अजनानासिकसूत्रेण ऋकारलोपः इत्संज्ञा तस्य लोपः जाग्रत् एव जाग् एव दातु जाग् योगः शत्रु कथं जाग्र भवति जाग्रत् कथं निष्पन्नं भवति धातुतः गुणकार्यम् आगच्छति न पथं किं भवति जाग्र अस्ति तदनन्तरम् अदादिभ्य अदादिप्रभृतभ्य शप् लुक् भवति साधु तदनन्तरं जाग्र आगच्छति तदनन्तरं जक्षाद्य छट् इति सूत्रेण तस्य अभ्यस्तसंज्ञा अस्ति साधु इदानीं जाग्र योग विवक्षा किम् अस्ति शत्रन्त साधु सो अत् इति भवति शत्र अनुबन्धालोपनान्तरं सो जाग्र योग अत् अत्र किं यथा पुष्पा भगिनी उक्तवती किं यणसन्धि आगच्छति तत्र गृ ऋकारस्य स्थाने रेफा आगच्छति जाग्र योग अत् भवति जाग्रत् साधु इति सूत्रेण क्षम्यतां शापः स्मरतवती इदानीं अस्तु सो अत्र जाग्रत् भवति तदनन्तरं यथा पूर्वं प्रक्रिया आगच्छति किं किं सूत्रं भवति जलं दशवन्ते किन्तु जाग्रत् इति सुप्रत्ययोजनेन किं भवति इदानीं किं सूत्रं कार्यं करोति अजि जाग्रत् प्रथमं भवतु भवती वदतु अति इदानीम् अभ्यस्तसंज्ञा उगितचां सर्वनामस्थाने इति सूत्रस्य प्रसक्तिः अस्ति किन्तु नाभ्यस्तच्छतु इति सूत्रेण निषेधकसूत्रं नुमागमस्य निषेधः भवति इति वक्तव्यम् अस्तु इदानीं जाग्रत् योग कथं सुप्रत्ययस्य लोपः भवति किं सूत्रेण संज्ञा किं किं सूत्रं किम् अस्ति अस्तु इदानीं जाग्रत् प्रातिपदिकं तस्य यथा उक्तवती भवती जलान् दशन्ते तदनन्तरं वावसा शेष प्रक्रिया यथा तं प्रथमं ददात् इति कृतवन्तः तथैव भवति साधु अग्रे सरामः पुष्पभगिनी जक्षत् करोति भवती जक्ष धातु जक्ष योगः जक्षत आगच्छति कोऽपि कार्यं नास्ति जक्षत् तत्तु जलां जषन्ते इत्यनेन जक्षद् वावसाने इत्यनेन जक्षत् अस्तु अग्रे किं भवति जक्षतो समानक्रिया रैट् अरुणा भगिनी दरिद्रा करोतु दरिद्रा दरिद्रा योग अतो गुणे नो दरिद्रा इति किम् अस्ति आकारान्तधातुः अस्ति साधु अदाधिकणीय तत्र किं सूत्रम् इति इदानीम् अभ्यस्त तस्य अभ्यस्तसंज्ञा अस्ति साधु यत्र अभ्यस्तसंज्ञा अस्ति तत्र शिनाभ्यस्यो आत् इति सूत्रेण किं भवति आकारस्य लोपः आकारस्य लोपः भवति सो दरिद्र इति भवति दरिद्रयोग अत् भवति दरिद्रत् साधु तत्र अत्र ह्रस्वकारः आगच्छति भगिनि श्नाभ्यास्यो आत् इति सूत्रेण अभ्यस्त अन्यस्य आकारस्य ह्रस्व भवति तदत्र इत्यनेन दरिद्रत् इति भवति तदनन्तरं प्रक्रिया एकसमाना अस्ति यथा वयं पूर्वं कृतवन्तः अग्रे किमस्ति चकास् तस्य विभक्ति सर्वे करोति कथं कथं भवति प्रथमा द्वितीय एकवचने द्विवचने यथा अत्र दत्तमस्ति चकास् यदि प्रातिपदिक धातु स्वीकुर्मः प्रथम प्रातिपदिकं किं भवति चकास् यदि धातु अस्ति चका एव भगिनी उक्तवती वर्गे चकास् इति अस्ति चकास् धातु इति उपदेश अवस्थायाः अनन्तरं चकास् इति धातु अस्ति सो चकाश योग अत् भवति चकासत् चकासत् इति सर्वे वदतु पदं कथं पदं भवति चकासत् चकासद् चकासतः अस्तु पुष्पा भगिनी शास् करोतु शास् तथैव न तथैव तिष्ठति शासतौ शासतः शासतं शासतौ शासतः अस्तु दिदिङ् दिदिङ् आत्मनेपदरूपं तत्र किं भवति छानच् आगच्छति आम् प्रथमं दिदिङ् तत्र नकारस्य लोपः भवति आम् अस्तु केन सूत्रेण हलन्त्यम् इति सूत्रे हलन्त्यम् इत्यस्य लोपः तु दिदि भवति साधु दिदि योग शान् इति सूत्रस्य अनुबन्धलोपानन्तरं किम् आगच्छति आन् आन् अस्तु सो दिदि योग आन् इदानीं किं भवति किन्तु भगिनी अन्यसूत्रं उक्तवती साधु दादीयगणे इको यणचि तत्र प्रसक्तिः अस्ति दीदी योग अत् यदि अस्ति परतत् प्रभाद्य भवती अचिष्णोयु धातोः अचिष्णोयु युवङ्गो इति अस्ति प्रसक्ति किन्तु तत् प्रभाद्य अपि एन एकाचो संयोगपूर्वस उक्तवती तत् अनेकाच् इकारान्त अनेकाच् पूर्वसंयोगः नास्ति तत्र यण् आदेशः भवति प्रक्रिया अन्य कथं प्रभाद्य अन्य सूत्र किं सूत्रं कार्यं करोति इति वक्तव्यं यथा फलितार्थ यण् सन्धि यण् आदेशः अस्ति यदि भवती यण् करोति तति अपि समानप्रक्रिया भवति किन्तु सूत्रम् अन्य अस्ति अस्तु सो किं किं भवति दीदि योग अत् आन् क्षम्यतां दिद्यान अस्ति सो दिदियानयोगसु इदानीं किं भवति दिदियानयोगसु हल्याङ्गाभ्यो दीर्घार्थस्य प्रसक्तिः नास्ति कारण कि हल् नास्ति आन अस्ति नकार अकार अस्ति साधु आन सो हल्याङ्गस्य कार्यं न भवति किं भवति सु अस्ति उकारस्य लोपः भवति साधु अचि उपदेशे जनुनास्ति सकारः भवति सो यथा ससचुषो रु सकारस्य स्थाने रु आगति खर्वस्थाने विसर्जनीय सो दीदि यानः इति भवति प्रथमाविभक्त्या यानः प्रथमाविभक्ति एकवचनं अत्र द्वितीयाविभक्त्यां किं भवति द्वितीयानौ तृतीया विभक्त्यां किं बहुवचने किं भवति दीदि यान् योग अस् भवति साधु अस् सो दीदि याना भवति साधु दीदि याना कारण कि सवर्णदीर्घसन्धि भवति तत्र अकार अकार सकारस्य पुनः ऋत्वमपि विसर्गं भवति सो दीदि यानाः इति सदमयोः सूत्रेण न द्वे अपि तृतीयानः सवर्णदीर्घसन्धि नास्ति भगिनि. प्रथमा विभक्ति एकवचने दीदीयानः भवति. तत्र सवर्णदीर्घसन्धि नास्ति, केवलं विसर्गम् अस्ति. द्वितीयविभक्त्यां भवति दीदीयान् योग औ. साधु द्वितीयानयोग औ तत्र आगच्छति चकारस्य लोपः अलन्त्यं द्वितीयानयोग औ तत्र विधिसन्धि भवति. विधियान् नौ भवति. साधु योग ओकार अकारान्तपरे यदि औ अस्ति एक पूर्वपरयोस्थाने पररूप आदेश भवति. भगिनि प्रथम बहुवचने द्वितीयमान द्वितीयान योग अत्र सवर्णदीर्घसन्धि नास्ति. प्रथमयोः पूर्वसवर्णः सूत्रेण एव पूर्वरूप आदेशः भवति. पूर्वरूपादेशः भवति. सो तत्र दिदियानः इति भवति पुनः. अस्तु, तत्र अग्रे दिदियानं. साधु द्वितीयानः पुनः भवति. वेविङ्ग् पुष्पा भगिनी भवती करो. वेविङ्ग् तथैव प्रक्रिया अस्ति. बहुवचन अपि तथैव वेव्यानः बहुवचन एकवचन बहुवचन तत्र सूत्रं कृतं अरुणा भगिनी उक्तवती पूर्वपरयोस्थाने प्रथमयोः पूर्वसवर्णः सिक्स् वन् वन् पूर्वसवर्णः किं सूत्र सङ्ख्या किम् अस्ति? 6-1-1-0-2. धन्यवादः भगिनी, अहं विश्रमति तत् प्रथमयोः पूर्वसवर्णादेशः भवति. अस्तु, ओके, अग्रे सरामः. नपुसङ्गलगे शत्रान्तासुबन्तनिर्माणम् एकवारं वदतु. तत् सूत्रं प्रथमयोः पूर्वसवर्णः तद् अग्रे अपि समानः इति वदनेन तथैव अहम् उक्तवती मिलित्वा पठामः. अस्तु, नपुसृङ्कलिङ्गे शत्रान्तसुबन्तनिर्माणम्. अस्तु, अरुणा भगिनी पठतु. भवादिगण दिवादिगण चुरादिगणः पचत् योगासु सर्वसमोर्नपुंसकात् इत्यनेन नपुंसकात् पदात् अङ्गासु लोपः पचत् योग भवति. जलां दशो अन्ते इत्यनेन पदान्ते तकारस्य जस्तं पचद् वा अवसाने इत्यनेन अवसाने जलः विकल्पेन चर आदेशः भवति. पचद् पच्छत् इति रूपं उत्पन्नं भवति. वदतु किम् अस्ति पच्छत्. पच्छत् कित् गणीय धातु अस्ति पच् पच् धातु कस्मिन् गणे आगच्छति? भवादिगणे एव. आमां साधु लुट् पचत् पचत् योगः औ पठामि न पच कथं वदतु न किं भवत् अत्र स्वमो नपुंसकात् किं अधोभागे सूत्रं पठतु अपि स्वमो नपुंसकात् सूत्रमपि पठतु. नपुंसकात् अङ्गात् सु अम् इत्यनयोः लुक् लोपः सुः सुश्च अं तयोः इतरेतरद्वन्द्वः समौ तयोः समोः समोः षष्ट्यन्त्यं नपुंसकात् पञ्चमन्त्यं त्रिपदमिदं सूत्रं षड्भ्यो लो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् समोः लुक् समोर्नपुंसकात् सूत्रं वदति सु च अम् इत्यनयोः लुक् भवति. सु अम् कुत्र अस्ति ते द्वौ प्रत्ययौ प्रथमा विभक्ति द्वितीयविभक्ति एकवचन प्रत्ययः सु इति नपुंसकलिङ्गे नपुंसकात् सूत्रेण नपुंसकात् अङ्गात् सु अम् इति लुक् भवति. सो इदानीं यदि पच्छत् इति प्राति शत्रुत्वपदं प्रातिपदिकमस्ति तत्र किं भवति नपुंसकलिङ्गे प्रथमाविभक्त्यां द्वितीयाविभक्त्यां पच्छत् नपुंसकात् जलजः इति सूत्रेण सुलोपः भवति ततः पच्यते एव अवशिष्यते. तत्र किं भवति जलां दशवन्ति सूत्रेण किं सूत्रेण पदसंज्ञा भवति अत्र तृप्तिङ्गन्तं पदम् परन्तु इति एव अस्तु. धन्यवादः भगिनि. पुष्पा भगिनी अग्रे पठतु. पचत् योगः औ नपुंसकाच्च इत्यनेन औ स्थाने श्री पचत् योगः श्री लशक्वतद्दिते इत्यनेन अनुबन्धलोपः शकारस्य लोपः पचत् योगः इ अन्तादिवच्च इत्यनेन पच् अङ्गम् अस्ति दिवच्च शप्शनो नित्यम् इत्यनेन शी प्रत्ययः अस्ति चेत् शप्शनो शप्श्यन् प्रत्ययोः अवर्णात् अङ्गात् शत्रान्त अङ्गस्य नित्यं नुमागमः मिदचौन्त्यात् परः इत्यनेन नुम् नुम् अन्त्यात् परात् स्वरात् परे पचनत् योगः इ नश्चपदान्तस्य झलि इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वार आदेशः अनुस्वारस्य ययि परसवर्णः इत्यनेन यै अनुस्वारस्य स्थाने परसवर्णादेशः पचत् योगः इ वर्णमेलने पचन्ति पचन्ति योगः इ शब्दः वर्णमेलने पचन्ति अत्र औ अस्ति प्रथमम् अधोभागे नपुसङ्काच् इति सूत्रं पठतु. नपुंसकात् च अत्र अस्ति नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने शि आदेशः भवति नपुंसकात् पञ्चम्यन्तं च अव्ययपदं द्विपदं सूत्रम् अङ्ग् आपः इत्यस्मात् अङ्गः इत्यस्य अनुवृत्तिः जषः षि इत्यस्मात् षि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् औङ्गः षि नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने षि आदेशः भवति षि प्रत्ययपदे नकारः नपुंसक नपुंसकातङ्गात् औङ्गः षि इति आगच्छति कुत्र कुत्र आगच्छति नपुंसकलिङ्गे षि प्रत्यय नपुंसकलिङ्गे षि प्रत्यय द्विवचने द्विवचने बहुवचने अपि आगच्छति न भगिनि षि अत्र तत्र कुत्र स्थाने औ प्रत्ययस्य स्थाने औ प्रत्यय कुत्र अस्ति सु औ च साधु औ कुत्र अस्ति द्विवचने द्विवचने कुत्र प्रथमद्विवचने प्रथमाविभक्ति द्वितीयविभक्ति प्रथमा अपि द्वितीयविभक्त्यां द्विवचने नपुंसकात् इति सूत्रेण षि आदेशः भवति तत्र षि आदेशः भवति तत् तदानीं कः सूत्र तस्य प्रसक्तिः भवति किं सूत्रस्य प्रसक्तिः भवति कुत्र भगिनि यत्र षि प्रत्यपये अस्ति आचि नद्योर्नं तस्य प्रसक्तिः अस्ति अपि अन्यसूत्रं किम् अस्ति इदानीं श्रीमति स्त्रीलिङ्गे अपि नपुंसकलिङ्गे द्वयोः कार्यं भवति शप्शनो नित्यम् अपि आचीनद्यो नित्यम् आचीनद्यो नित्यम् आचीनद्यो कुत्र कार्यं करोति आचीनद्योनं किं गणे कः कः कस्मिन् गणे आचीनद्योनं तुदादिगणे अदादिगणे यत् चतुर्दश धातवः सन्ति साधु अस्तु इदानीं भगिनि अदादिगणे अपि आगच्छति अदादिगणे यत् तस्य आची नद्योनुं तस्य अस्ति शिवा नदी प्रत्ययपरे अस्ति चेत् अवर्णात् अङ्गात् शत्रन्त अङ्गस्य विकल्पेननुम् आगमः भवति तुदादिगणे वयं जानीमः वर्णः अस्ति अदादिगणे वयं जानीमः शप्लुक् भवति हल्यन्त अस्ति किन्तु के परिगणता धातवः सन्ति आ च तस्य धातो अन्ते आगच्छति तथा याति तस्य अर्थमस्ति गच्छति साधु तेषां धातूनां प्रति आचीनद्योनु तस्य प्रसक्तिः भवति कति धातवः सन्ति चतुर्दश धातवः सन्ति ते चतुर्दश फोर्टीन् अदादिगणे अदादिगणे ते सन्ति या शाला ख्या प्रा मा दाभ्रा इति धन्यवादः श्रा वाद्रा इति श्रा चतुर्दश धातवः सन्ति इदानीम् अन्तादिवच् इति पठति अरुणा भगिनी भवती सूत्रम् अन्ताधिवच् अन्ताधिवच् पूर्वपरयोः यः एकादेशो भवति सः पूर्ववर्ती वर्णसमुदायस्य अन्त्यभागः अपि च परवर्ती वर्णसमुदायस्य आदिमभागः अन्तश्च आदिश्च अन्तादि इतरेतरद्वन्द्वः अन्तादिभ्यां तुल्यम् अन्तादिवत् अन्तादिवत् अव्ययपदं च अव्ययपदं द्विपदमिदं सूत्रम् एकः पूर्वपरयोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एकः पूर्वपरयोः अन्तादिवच् अहं न अवगतामि पूर्वपरयोः अस्तु यथा गतवर्गे भाव्या भगिनी उक्तवती मङ्गलवासरे विद्याभगिनी उक्तवती अस्माकं उदाहरणमस्ति पचत् साधु यदि पचत् इति धातु किमस्ति पच् रैट् पच् धातु यदि शप् विवादिगणे विवक्षा अस्ति लट् लकारे शप् आगच्छति तत्र साधु कर्णप्रत्ययः शप् आगच्छति तो पच् योग शप् अनुबन्धलोपानन्तरम् अ अवशिष्टति तो अङ्गं किं भवति पच साधु पचयोग शत्रु शत्रु तस्य अनुबन्धालोपानन्तरं भवति अत् साधु तो एकं यदि पच् पच योग अत् इदानीं द्वयोः अतो गुणे किं करोति पूर्वपरयोः स्थाने पररूप आदेश भवति सो पचत् इति भवति प्रातिपदिकं यदि पचत् अङ्गम् अस्ति तत्र शप् शनो नित्यं कथं कार्यं करोति तस्य कार्य भवति अन्तादिवच् इति सूत्रस्य यदि प्रसक्तिः अस्ति अन्तादिवच् किं भवति शत्रत् पचत् यत् प्रातिपदिकं भवति तत् भवति द्वे यत्ति यत् अङ्गं भवति पच एक अङ्गम् अस्ति अन्य अङ्गं किम् अस्ति अन्य अस्ति प्रत्यय अत् पच अङ्गं पूर्वम् अस्ति तस्य अनन्तरम् अस्ति परे अस्ति अत् प्रत्ययः साधु अस्ति सो पच अङ्गस्य अन्तिमवर्णः किम् अस्ति अकार प्रत्यय अत् तस्य पूर्व आदिमवर्णः किम् अस्ति अकार अस्तु सो पूर्व अङ्गस्य अन्तिमवर्ण अकार तस् अस्ति पच तस्य अन्तिमवर्ण अकार पर प्रत्ययस्य आदिमवर्णः अस्ति अकारः साधु पूर्वपरयोः स्थाने एकादेश स्थाने द्वे अस्ति किन्तु आदेश एक अस्ति साधु अवगतम् पच अङ्गस्य अ स्थाने अस्ति अकार अत् प्रत्ययस्य पूर्व आदिमवर्ण अकार अपि स्थाने अस्ति द्वयोः स्थाने एक केवलम् अवशिष्यते साधु पचत् इति यदि अङ्गं निष्पन्नं भवति पचत् इति प्रातिपदिकं तस्मिन् केवलम् एक अस्ति साधु किमर्थं चानल् कि अतो गुणे अतो गुणे पूर्वपरयोः स्थाने एक पररूप आदेश भवति अस्माकं पच अङ्ग अस्ति अत् प्रत्यय अस्ति द्वयोः पच इति अङ्गस्य अन्तिमवर्ण अस्ति अ प्रत्यय अत् तस्य पूर्ववर्ण अस्ति अ साधु द्वयोः स्थाने केवलं यदि पचत् इति भवति एकमेव अ अस्ति तस्मिन् द्वे पचयोग अत् द्वे पदे तस्य योजनेन किं भवति एकपदं पचत् साधु पचत् अरुणा भगिनी नवागच्छति शत्रुपद प्रक्रिया किम् अस्ति पच रायि पच इति अङ्गम् अस्ति साधु पच पच् पच् अकार अकार साधु तदनन्तरं शत्रुप्रत्ययस्य शकारलोप भवति लशुकतद्धितेसीने अत् भवति साधु अयोग तकार इदानीं पकार चकार अकार योग अकार योग तकार सो अत् तस्य अपूर्वम् अस्ति साधु पच तस्य अन्तिम अस्ति अक् अ अतोगुणे सूत्रेण किं भवति पूर्वपरयोस्थाने एकपररूप आदेश भवति सो अङ्गं किं भवति पचत् पच् एव तिष्ठति सामान्यतया वयं किं कुर्मः पचयोग अत् सवर्णदीर्घसन्धि कृत्वा पचात् इति कर्तुं शक्नुमः साधु किन्तु तत् न भवेत् तत् न स्यात् अतोगुणे इति सूत्रेण किं स्यात् किं भवत् पचत् इति भवत् साधु सो पचत् यः अकार अस्ति तत् अस्ति पूर्व अङ्गस्य पच प्रत्ययस्य पूर्वभाग वदामः अङ्ग साधु सो पच पूर्व अङ्गस्य अन्तिमवर्ण साधु अपि प्रत्ययस्य आदिमवर्ण एकमेव अकार एकमेव आदेश किन्तु तस्मिन् आगच्छति पूर्व वर्णस्य अन्तिम वा आ वा अन्तिम पदस्य आदिमवर्ण इदानीं पुनः पठतु अन्तादिवच् पूर्वपरयोः यः एकादेशो भवति सः पूर्ववर्ती वर्णसमुदायस्य अन्त्यभागः अपि च पूर्ववर्ती वर्णसमुदायस्य परवर्ती वर्णसमुदायस्य आदिमभागः अन्तश्च आदिश्च अन्तादि इदानीं अवगच्छतु पूर्वपरयोः य एकादेशो भवति पूर्व किम् अस्ति पच साधु परयो पर किम् अस्ति अत् साधु तयो मध्ये एकादेशो भवति मीन्स् पचत् इति भवति एक तिष्ठति तत्र अवगतवती अस्ति धन्यवादः सः पूर्ववर्ती वर्णसमुदायस्य अन्त्यभागः पूर्ववर्ती वर्णसमुदाय किम् अस्ति पच साधु तस्य अन्त्यभागः अस्ति सो पच तस्मिन् पच इति अन्तिमभाग अपि आगच्छति अपि च परवर्ती वर्णसमुदायस्य आदिमभाग अपि यदि वयम् अत्र पृथक् कुर्मः तत्र पूर्वभागम् अस्ति आदिमभाग साधु अतः इति एकपूर्वपर इदानीम् अनुवृत्तिसहितसूत्रं पठतु एकपूर्वपरवयोः अस्तु इति भवति अतः किं भवति शप् शनो नित्यं यदि शप् शनो नित्यं किं भवति यदि शप् अवर्णात् अङ्गात् परे शप् शनो सीततनुमागम भवति नित्यं प्रथम नुमाग यदि पच अकार पूर्ववर्ती अङ्गस्य अकार यं स्वीकुर्मः तत् भवति अकारान्त अङ्गम् अतः शप् शनो नित्यं तस्य निमित्तम् आगच्छति तत्र अत् इति तस्य परे शप् अस्ति, तस्य परे शत्रु अस्ति, अतः नुम् आगम आगच्छति. इदानीं पश्चात् योग औ पुनः पठतु. पश्चात् योग औ उपरि नपुसङ्काच् इत्यनेन औ स्थाने पश्चात् योग औ नपुसङ्काच् इत्यनेन औ स्थाने शि साधु पूर्वे अस्ति भगिनि. पूर्वे पूर्वे पूर्वे अग्रे यत्र वयं पठितवन्तः सूत्रस्य पूर्वं द्वितीय पश्चात् योग औ. पुष्पा भगिनी भवती अवगतवती साधु पश्चात् योगः औ नपुंसकाच्च इत्यनेन औ स्थाने षि पचत् योगः षि लषक्वतद्दिते इत्यनेन अनुबन्धलोपः पचत् योगः इ अन्तादिवच्च इत्यनेन पच् अङ्गम् अस्ति. तद् तदेव इदानीं चर्चितं भगिनि. शप्शनोर्नित्यम् इत्यनेन षि प्रत्ययः परे अस्ति चेत् शप्शनो शप्शन् प्रत्ययोः अवर्णात् अङ्गात् शत्र शत्रन्ताङ्गस्य नित्यं नुम् आगमः. मिदचोन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे पचनत् पचनत् योगः इ नश्च पदान्तस्य झलि इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति. अनुस्वारस्य यै परसवर्णः इत्यनेन यै अनुस्वारस्य स्थाने परसवर्णादेशः पचन्त् योगः इ वर्णमेलने पचन्ति अस्तु इत्यनेन ओके अत्र पचत् योगः औ नपुंसकाच्च इत्यनेन औकारस्य स्थाने षि आगच्छति पचत् योगः षि लषक्वतद्दिते इत्यनेन अनुबन्धलोपः षकारः गच्छति इति अन्तादिवच्च इत्यनेन अत्र पचत् इत्यनेन पच् अङ्गम् अस्ति अङ्गम् अत्र पचाङ्गस्य शप् स्वीकृतं भवति तत्र शप् पच् एव तिष्ठति अकारङ्गात् अकारङ्गम् भवति न पचत् शप् तस्य स्वीकृतं भवति अतः शप्शनो नित्यं तस्य प्रसक्तिः भवति नुमागम् आगच्छति. भगिनी उक्तवती अग्रिमे वर्गे पुनः इति वयं पुनः तस्य विवरणं कुर्मः. साधु धन्यवादः भगिनि. क्षम्यतां मम किमपि दोषः अस्ति तस्य क्षमां दोषः नास्ति भगिनि. वर्गं चलति. धन्यवादः. अस्तु विरामः. धन्यवादः. शुभरात्रिः. शुभरात्रिः.